अस्माकम् इदानीं किम् अस्ति तुदादिगणः खलु तुदादिगणे शतरन्तप्रातिपदिकनिर्माणं तुदादिगणे शतरन्तप्रातिपदिकनिर्माणम् इदानीं पर्यन्तम् अस्माभिः इतः पर्यन्तम् अस्माभिः किं पठितं ध्वादिगणपठितं दिवादिगणपठितम् इदानीं तुदादिगण दिवादिगणे किमस्ति तुदादिगणे किमस्ति इति सर्वं वस्तुतः अस्माभिः पूर्वमेव पठितं तिङन्तप्रकरणे खलु परन्तु एतत् सर्वं पुनरावलोकनम् अस्ति इति चिन्तयित्वा पठिष्यामः शतरन्तनिर्माणे शतरन्तप्रातिपदिकनिर्माणे किमपि नूतनं नास्ति केवलं प्रत्ययः भिन्नः अस्ति अत्र अत्र धातुः अस्ति विकरणप्रत्ययः अपि अस्ति गणम् अनुसृत्य विकरणप्रत्ययः अस्ति तदनन्तरं शत्रिप्रत्ययः अपि अस्ति शत्रिमध्ये केवलम् अत् इति अवशिष्यते तदनन्तरं नियमाः पूर्व एव सन्ति अतः किमपि नूतनं नास्ति इदानीम् अस्माभिः किं भ्वादिगणे शप्रत्ययः अस्ति तदनन्तरम् अत् अस्ति अधोगुणे इत्यनेन पूर्वपरयोस्थाने पररूपं भूत्वा कार्यं भवति पठत् इति शतरन्तप्रातिपदिकनिर्माणं भवति तदनन्तरं दिवादिगणे किमस्ति शन् प्रत्ययः अस्ति तर्हि दिव्ययोगः अत् दिव्य इति भवति ते सर्वत्र अत्र भ्वादिगणे दिवादिगणे तुरादिगणे चुरादिगणे अङ्गं शत्रप्रत्ययस्य कृते यत् अङ्गमस्ति तत् अदन्तमस्ति अदन्तम् अङ्गमस्ति अतः किं भवति अन्ते अकारः अस्ति अतः सर्वत्र अतो गुणे इत्यनेन कार्यं भवति सन्धिकार्यं भवति तदनन्तरं किमस्ति तदनन्तरमस्ति यत् किमस्ति हा तर्हि शप्रत्ययः अथवा शन् प्रत्ययः अथवा शप्रत्ययः शप्रत्यय आधारीकृत्य यत् कार्यं भवति निमित्तीकृत्य यत् अङ्गकार्यं भवति धातुमध्ये तत् अङ्गकार्यं करणीयं तदनन्तरम् अत् इति भवति तत् अत् अति क्षत्रिप्रत्ययः क्षत्रिप्रत्यय कृते यत् अङ्गकार्यं भवति तत् आधारीकृत्य कार्यं करणीयम् तदिति सर्वमस्ति यत्र गुणकार्यं भवति गुणकार्यं भवति यत्र अचिष्णुधातुब्रुवाम् इत्यनेन इयं गुवं भवति तदपि भवति तत्सर्वं सर्वम् समानमेव अस्ति अस्तु तर्हि गतवर्गे कुतः पर्यन्तम् अस्माभिः पठितं कोऽपि स्मरति वा न महोदय अहं न गतवान् आसीत् तत् कक्षायां न श्रूयते महोदय श्रूयते महोदय मध्ये मध्ये भग्नः भवति श्रूयते मध्ये मध्ये खण्डितः भवति अस्तु तर्हि हा प्रायः ऋतै धातो इति अस्माभिः पठितं खलु न श्रूयते महोदय किमपि मध्ये हलो हा श्रूयते वा मन्दं मन्दं श्रूयते महोदय मध्ये मध्ये भग्नः भवति भवतः ध्वनिः न जाने एकनिमिष अद्य तुदादिगणे तुदादिगणे अपि अथवा तुदादिगणे एव दीर्घकारं ददातवा इति उक्तवान् महोदय तुदादिगणे दिवादिगणे अभवत् तुदादिगणे तत्र दीर्घकारं ददातवा इति हा श्रूयते महोदय इदानीं श्रूयते महोदय हा तर्हि तुदादिगणमध्ये डि बिन्दुः अस्ति दीर्घरिकारान् धातु दीर्घरिकारान् हलो आम् ततः अग्रे प्रायः पठनीयम् अस्तु तर्हि को पठति शृणोमि वा एव अस्तु तर्हि इदानीं को अस्ति मीना महोदय पठति वा पठामि महोदय कुत्र महोदय कुत्र गतवर्गे अहं न आगतवती दीर्घरिकारान्तु दीर्घऋकारान्तदातवः द्वौ धातु स्तः तत्र वा तुदादिगणे कृ गृ इति द्वौ ऋकारान्तदातु स्तः अधुना अस्माभिः दृष्टं यत् ह्रस्व ऋकारान्तधातूनां ऋङ् आदेशः भवति यथा मृङ् ऋङ् आदेशः मृ इयङ् आदेशः मृय् योगः श विकरणप्रत्ययः तदनन्तरं मृय इति अङ्गं म्रियमाण इति शानजन्तरूपम् परन्तु दीर्घऋकारान्तधातूनां कार्यं भिन्नं स्मर्यते यत् दिवादिगणे दीर्घऋकारान्तधातुषु ऋकारस्य स्थाने इ आदेशः जृ जि भवति तुदादिगणे अपि तदा उभयत्र ऋतयुद्धातोः इत्यत्र इत्युक्ते प्रसक्तिः परन्तु ततः अग्रे भिद्यते यतोहि दिवादिगणे शन् हलादि अपित् किन्तु तुदादिगणे श अजादि अपित् दिवादिगणे हलिचैत्यनेन उपधायाम् इकः दीर्घत्वं परन्तु तुदादिगणे हलिचैत्यस्य प्रसक्तिः नास्ति अतः उपधायाम् इक् ह्रस्वः तिष्ठति अग्रे क्रमः प्रदत्तः अस्ति कृ इति धातुः इदानीम् अग्रे पठामि वा अथवा पठतु किं कृ कृ दीर्घकृ योगः श दिवादिगणेश कृ योगः शकारः शकृतत्वे ददे संज्ञा ततो इक् ऋयोग कृ योगः इको यनचित्यनेन यन् सन्देहे प्राप्तिः तं प्रबाध्य सार्वधातुक आर्धधातुकयो इत्यनेन गुणप्राप्तिः सार्वधातुकम् अपित् इत्यनेन श ङित्वत् ङिति च इत्यनेन गुणनिषेधः अपि भवति कृ योगः ऋत इत् धातोः इत्यनेन ऋदन्तस्य धातोः ह्रस्व इकारादेशः सो कृ बिकम्स् कि ऋत इत् धातोः कि योगः उरन् उरन्द्रपरः इत्यनेन ऋकारस्य स्थाने यन् यदा अण् आदेशः भवति तदा सः अण् सदा रपरः सो क्रि इति क्रि योगः किर् योगः किर भवति किर तदनन्तरं शत्रुप्रत्ययः आगच्छति किर योगः अत् तत्र शत्रु तत्र शकारः शकृतज्ञ ऋकारः उपदेशजनके इति अत् एव अवशिष्यते अतो गुणे किर अत् अतो गुणे इत्यनेन पूर्वपरयोः एकः पूर्वरूपादेशः किरत् इति भवति प्रश्नः नास्ति सर्वम् अवगच्छन्ति सर्वे आम् आम् भिन्न भगिनि स्पष्ट नास्ति वा ऋत इत् धातोः पठामि वा न प्रश्नः अस्ति वा भवती स्वस्य शब्देषु एकवारं पुनः वर्णयतु कृपया किमस्ति कृ इति दीर्घ ऋकारधातु उदाहरणमस्ति योगः श इति प्रत्ययः आगच्छति तदादिगणे तत्र कृ योगः अ एव अवशिष्यते शकासे इकः यन् अचिपरे इत्यनेन यन् सन्धेः प्राप्तिः तं प्रबाद्य सार्वधातुक आर्धधातुक इत्यनेन गुणप्राप्तिः भवति किमर्थं तत्र यन् प्रभा इको यन् अचि प्रबाद्य सार्वधातुक आर्धधातुकयो त्रिपाद्याम् अस्ति इति कारणेन वा न त्रिपाद्यां तु नास्ति त्रिपाद्यां तु नास्ति त्रिपाद्यां नास्ति इको यनचि प्रबाद्य सार्वधातुक अर्धधातुकयोः गुणप्राप्तिः भवति इति उक्तं तत्र किमर्थं परसूत्रं वा परसूत्रं परसूत्रं परसूत्रमपि अस्ति अपि च किम् अपि च सन्धि सन्धिकार्यम् इको यनचि इति सन्धिकार्यं सार्वधातुकम् अङ्गकार्यम् तदनन्तरं सार्वधातुक वर्णात् अङ्गं बलीयः ओके तदा सार्वधातुकम् अपित् शकारः षित् अपित् अपि सार्वधातुकम् इति ङित्वत् भवति तदनन्तरं तस्मात् ङिति इति सूत्रेण गुणनिषेधः भवति ऋ योगः कृ कृ योगः तदनन्तरं ऋत इत् धातो ऋ ऋत इत् धातोः इत्यनेन कृ ऋदन्तस्य धातोः ह्रस्व इकारादेशः इति तत्र इक् ऋ स्थाने इ भवति ह्रस्व इकारः भवति परन्तु रेप उरण्ड्रपरः इति इत्यनेन ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति सो किर् क्रि किर् भवति किर् योगः किर् किर भवति किरदतन्त्रं शत्रुप्रत्ययः भवति किरयोगः अत् अतो गुण किरयोगः अतो गुण इति सूत्रेण पररूपम् आदेशः किरत् इति अन्तिमरूपम् ऋत युद्धातोः पठामि वा केवलं प्रथमवाक्यम् अन्तिमवाक्यम् ओ ऋत युद्धातोः ऋदन्तस्य धातोः अङ्गस्य ह्रस्व इकारादोषः भवति किति किति प्रत्ययपरे अन्तिम अनुवृत्तिसहितसूत्रं ऋतः धातोः अङ्गस्य इत् भवति अलवन्तस्य येन विदितदन्तस्य पठितसूत्रमेव पठामि वा अग्रे अग्रे अलवन्तस्य येन विदितदन्तस्य न पठितमस्ति अग्रे उरण्ड्रपरः अपि अपि पठितम् एकवारं प्रथमवाक्यम् अन्तिमवाक्यं येन विधि तदन्तस्य विशेषणं तदन्तस्य अपि भवति स्वस्यापि भवति तदनन्तरं येन विधि तदन्तस्य स्वस्य रूपस्य च परिभाषासूत्रम् उरण्ड्रपः ऋकारस्य स्थाने यदा अण् आदेशः भवति तदा सः अण् सदा रपरः भवति अनुवृत्तिसहितसूत्रम् उः स्थाने अण् रपरः इदानीं ऋकारस्य स्थाने यदा अण् प्रत्याहारस्य कश्चन सदस्य अ इ उ वा आयाति तदा तस्मात् परे रेपः आयाति अतः अण् रपरः भवति अर् इर् उर् वा इति अत्र ऋकारस्य स्थाने इ आगतः अतः रपरः भवति इर्ति इर्ति कि किर्ति गृ धातु अपि तथा गृ योगः गी ऋत केरसूत्रेण ऋत ऋत यत्नातोः गी योगः गिर् गिर् योगः गिरा भवति, गिरायोगः शत्र, गिरायोगः अत् अतो गुणे इत्यनेन गिरत् भवति. दिवादिगणे क्रमः तथैव अस्ति, किन्तु अन्ते इकारः दीर्घः भवति. जिर् ऋतयुद्धातोः जि उरन्ध्रपदः जिर्, हलि च जिरि, श्यन् विकरणप्रत्ययः य, जीर्य, जीर्ययोगः जीर्यत् इति भवति. हलि च निमित्तं किं, हलि च इति उपधा दीर्घ किल? हा अतैव उपधदीर्घः अस्ति, अतः जीर् भवति, जिर् अस्ति, जीर् भवति. तर्हि किमस्ति तुदादि किम् अस्ति, दिवादिगणे हलि च सूत्रस्य प्रसक्तिः भवति, यतोहि य अस्ति खलु, य अस्ति, अतः य अस्ति, अतः हलि च सूत्रं कार्यं कृत्वा उपधाय दीर्घत्वं भवति, जीर्य इति भवति. परन्तु तुदादिगणे तु य नास्ति, अच् अच् वर्णः अस्ति खलु, अतः तत्र दीर्घत्वं न भवति. अतः किं भवति, किर् किर् किरत् एव भवति, कीरत् इति न भवति खलु. इदानीं किं गणं पठामः, तदं तुदादि कन्फ्यूस्ड् वित् तुदः, दिवादि अन् तुदादि महोदय. हलि च इत्यनेन हलि च दिवादिगणे तस्य प्रसक्तिः अस्ति, अत्र नास्ति. यतोहि जृ धातुः अस्ति, तस्य जिर् भवति, जिर् मध्ये अग्रे य अस्ति शन् प्रत्ययस्य, अतः जीर् इति भवति, जीर्य इति अस्ति. परन्तु अजादिमध्ये जिर् इति अस्ति, किर् अस्ति, अग्रे अ अस्ति, श प्रत्ययस्य अ अस्ति, अतः किरत् इति भवति. हलि च इत्यनेन हलिपरे रेपान्तानां वा रेपान्तानां वकारान्तानां. अस्तु, धन्यवादः. अग्रे रघुपतिमहोदय भवान् पठतु हलि च. आं महोदय, हलि च, हलि च इत्यनेन हलिपरे रेपान्तानां वकारान्तानां च धातूनाम् उपधायाः स्थितः इकवर्णः दीर्घः भवति. दिवादिगणे शन् हलादिः अपित् अस्ति, तुदादिगणे श इति अजादि अपित् अस्ति, अतः दिवादौ ऋकारान्तधातुषु हलि च इत्यस्य प्रसक्तिः भवति, यदा तत्र ऋत इद्धातोः इति सूत्रेण यदा आगच्छति इरिति, तत्र हलि च इत्यनेन हल् यकार यकार शन् इत्यनेन यकारा हल् अस्ति, अतः हलिपरे तत्र रेफात् पूर्व उपधायाः तत्र दीर्घः भवति हलि च इत्यनेन, अतः तुदादौ तस्य कार्यं न भवति, केवलं द्विवादौ एव. अग्रे पठामि वा महोदय? अस्तु, अत्र उरण्डपरः इत्यस्य सम्यक्तया बोधार्थं गुणसन्धिम् एकवारम् अवलोकयामः. अ योग इ इति भवति, ए इति भवति, अ योग उ इति ओ भवति, अ योग ऋ इति अर् भवति. इति सामान्यनियमः अस्ति किल, परन्तु गुणसंज्ञाविधायकसूत्रम् अदेङ्गुणः इत्यनेन अ ए ओ इत्येषाम् एव वर्णानां गुणसंज्ञा भवति. तत्र अर् किमपि नास्ति, यत्र गुणसन्धिः अपेक्षिता तत्र आद्गुणः इत्यनेन अवर्णात् अचिपरे पूर्वपरयोः एकः गुणादेशः भवति. गुणादेशः नाम पूर्वपरयोः स्थाने अकार अ वा ए वा ओ वा आगच्छेत्. तत्र अर् तु नास्ति एव, तर्हि आयोग ऋ अर् कथं जातम् इति प्रश्नः भवति. वस्तुतः ऋकारस्य गुणसन्धिः एवं भवति, आयोग ऋ इति अस्ति, इदानीं अदे गुणः इत्येते अ ए ओ इत्येतेषु गुणसंज्ञकवर्णेषु कश्चन स्वीकर्तव्यः अस्ति अस्माभिः. अधुना स्थानेन्द्रतमिति सूत्रेण ध्वनिदृष्ट्या तेषु त्रिषु द्वयोः वर्णयोः स्थाने कस्य गुणसंज्ञकवर्णस्य उच्चारणार्थं स्थानतौल्यम् अस्ति इति अवलोकनीयं भवति. कस्य भवति इदानीं अ ऋ इति अस्ति, अत्र अ ए ओ इत्यस्मिन् स्थानतौल्यम् अस्ति वा इति इति अस्ति. अकारस्य कण्ठस्थानं ऋकारस्य मूर्धास्थानमस्ति. अ एव इति गुणसंज्ञकवर्णेषु कस्यापि कण्ठमूर्धस्थानं नास्ति. अ कण्ठस्थानं, ए कण्ठतालुस्थानम्, ओ कण्ठोष्ठस्थानम्. एषु त्रिषु अकार ऋकार इत्यनयोः स्थाने अकारस्य एव अधिकसाम्यं वर्तते. अतः अकार ऋकार इत्यनयोः स्थाने अ इत्यस्य गुणादेशप्राप्तिः. अधुना ऋ स्थाने यः अकारः आगतः सः अण् प्रत्याहारस्य सदस्यः, अतः उरण्डप इत्यनेन रेफः परा भवति. तर्हि आहत्य अ युग ऋ इति आद्गुणः इत्यनेन पूर्वपर्यस्थाने अ आदेशः, अनन्तरम् उरण्डप इत्यनेन अर् इति भवति. यथा महर्षिः अत्र महयुग आकार ऋकारयोः स्थाने गुणादेश अकार, अनन्तरं ऋ अर् इति भवति, महर्षिः इति भवति. श्रूयते वा महोदय मम ध्वनि? आमाम्. अतः अत्र दत्तमस्ति तत् कथं वा भवति इति. अदे गुण इत्यनेन तत्र तत्र अ इ अ ए ओ इत्यस्मिन् तत्र अर् साम्यं नास्ति. इदानीं अकारकण्ठ अस्ति, ऋकारमूर्धन अस्ति. अतः कण्ठमूर्धा कोऽपि नास्ति इति कृत्वा तत्र कस्य भवति इति प्रश्नः. तत्र किमस्ति अत्र अन्येषु तत्र ए इति ओ इत्यस्य भिन्न कण्ठतालु अपि च कण्ठोष्ठ अस्ति ए ओ इत्यनयोः. अ एव कण्ठः अस्ति, अतः तत्र कनिष्ठ किमस्ति, कनिष्ठ साम्यम् अस्ति. अकार केवलम् अस्ति. अन्येषु इतोपि तत्र प्रश्नः भवति. अत्र कण्ठतालु अस्ति अथवा कण्ठ ओष्ठ अस्ति, अतः अकारस्य एव भवति इति कृत्वा अकारस्य एव स्वीकर्तव्यम् अस्ति. अनन्तरं तद् उरण्डपरित्यनेन अर् इति भवति इति अस्ति. अतः अथवा महर्षिः इति महर्षिः इति भवति. अतः तत्र अर् इति भवति. परन्तु कुत्रचित् महोदयेनपि दत्तमस्ति, अपि च नीलेश महोदयेनपि दत्तमस्ति, सर्वदा यत्र रेफा भवति एव अण् स्थाने यदि भवति, अनेन बलेन एव तत्र गुण तत्र अकारस्य आदेशः भवति इति उक्तं महोदय. महोदयेनपि उक्तं कुत्र तत्र सर्वदा उरण्ड्रपर इति कार्यं करोति इति कृत्वा तेन बलेन एव तत्र अकारस्य आदेशः भवति, अर् इति अकारस्य आदेशः भवति इति वदन्ति. यद्यपि कार्यम् अनन्तरं भवति इति अकारस्य आदेशः भवति, यतोहि रि तस्य स्थाने अन्तर्तमः इत्यनेन अन्तर्तमः गुणवर्णः अस्ति अकारः. तदनन्तरं रेफ आगच्छति उरण्ड्रप, खलु अन्तरतम नास्ति खलु, तत्र कण्ठ अस्ति खलु, मूर्धन नास्ति एव खलु तत्र. अतः अन्येषां तत्र दोषः इतोपि अधिकदोषः भवति. तत्र तालु अस्ति, तत्र न आवश्यक. न श्रूयते महोदय, मध्ये भग्ना भवति. न श्रूयते. हलो, इति श्रूयते वा? हा, इदानीं श्रूयते. हा महोदय. क्लोसेस्ट् कः अस्ति? अकारः कण्ठ अस्ति, ऋकारमूर्धा अस्ति, ए ऐ ओ मध्ये कस्यापि कण्ठस्थानं नास्ति ओब्वियस्लि, खलु? परन्तु तत्र तत्र कुत्र पठितवान् महोदय अन्यदपि अरु मध्ये इत्यनेः स्थाने अकारस्य अधिकसाम्यं भवति. नाम अ अस्ति कण्ठ, ओ अस्ति रि अस्ति मूर्धा, परन्तु ए तु अस्ति कण्ठतालु अधिक दूरतः अस्ति, ओ अस्ति कण्ठ ओष्ठ अधिकदूरम् अस्ति, अतः अरि इत्यनेः अ इत्यस्य गुणादेशप्राप्तिः रिलेटिव्लि साम्यम् अस्ति इति. अवगच्छन्ति वा? हलो, श्रूयते वा? श्रूयते महोदय, श्रूयते. एकवारं अनन्तरं पुरन्द्रपुरः इत्यनेन अर् भवति. न महोदय. अग्रे पठामि वा? कुतपर्यन्तं पठितम्? अहम् उरन्द्रपरः इति महर्षि इति अवधेयं ततः पठनीयमस्ति. अग्रे मया पठनीयं वा महोदय? अवधेयं पठामि वा? अस्तु. अवधेयं यत् ऋतयुद्धातोः इति सूत्रं कितिनिति प्रत्ययपरे एव कार्यं करोति, अतः सार्वत्कलकारेषु यत्र विगणप्रत्यय अपि नास्ति तत्र यद्यपि प्रसक्तिः तु अस्ति किन्तु प्राप्तिः न भविष्यति. वृत्तान्ते भुवादिगणे तृ इति धातुः, यद्यपि ऋकारान्तधातुः अस्ति तत्रापि ऋतयुद्धातुः इत्यनेन त्रिस्थाने इकारदेशः न भवति. भुवादिगणे शप् अस्ति, सार्धात् कार्धतकयोः इति सूत्रेण गुणः भवति. अतः तत् परसूत्रमस्ति खलु, तत् सार्धार्धतक इति तृतीयपादे अस्ति अस्य अपेक्षया. अतः तर्हि तस्यैव कार्यं भवति त्रियोग शप् अत्र तत्र गुणः भवति शप् निमित्तीकृत्य तर् इति भवति, तर इति अङ्गम् अनन्तरं ति इति तरति तरति तरतः तरन्ति इति भवति. अतः गणम् अनुसृत्य ऋकारान्तधातूनां कः भेदः इति पश्येम, भुवादिगणे तृगुणः तरति, दिवादिगणे जृ इति ई आदेश, अनन्तरं हलिचैत्यनेन दीर्घः जीर्यति. उदादिगणे कृ इति अस्ति इकारादेशः, इदानीम् अजादि इति कारणतः न दीर्घः भवति, हलिचैत्यकारस्य प्राप्तिः न भवति, अतः किरति इति रूपं. केचन जनाः अग्रे पठामि सम्पूर्ण अहं समापयामि. केचन जनाः वदन्ति यत् भवादित्वादिगणयोः विषये भ्रमात्मकः, कः धातुः कस्मिन् गणे इति, किन्तु यत्र गणसम्बद्धकार्यं वर्तते तत्र अस्माकं न कोऽपि भ्रमः स्यात्. भुवादिगणे गुणकार्यं प्रवर्तते, त्युदादिगणे न कुत्रापि गुणकार्यं. त्युदादिगणे विकर्णप्रत्यये अजादिः अपित्, अतः सामान्यम् अपित् निमित्तं कार्यम् अपि विशिष्टम् अजादि अपित् निमित्तं कार्यमपि भवतः. ये भुवादौ न सञ्जायेते, ये भुवादौ न सञ्जायेते, आं सत्यम्. यथा दीर्घऋकार ईकारः भवति तत्र प्रवर्तते केषुचित् केषुचिदपि अपिस्सु प्रत्ययेषु, अतः द्विवादौ अपि जृ जीर्यति, सुदादौ अपि कृ किरति. इयङादेश किन्तु अजादिषु अपिस्सु एव प्रवर्तते, अचिष्णुदात ब्रुवा, यथा इयङादेश अजादिषु एव भवति अत्र, यथा री इति अस्ति, रियति इति भवति, रियोग अ इति अस्ति तत्र रियति इति भवति, अतिष्णुदातु भवान् इत्यनेन. अतः सुद्वादिकरणं समाप्तम्. प्रश्नः अस्ति वा? नास्ति महोदय, परिचित अंशः एव. अन्य कस्यापि प्रश्नः अस्ति? नास्ति महोदय. अस्तु, तर्हि विजय महोदय भवती पठतु अग्रे धातुवादेश. आम् महोदय, नमस्कारः. द्वितीयबिन्दुः धात्वादेशः. पा आदिधातूनां धात्वादेशः द्वौ धातू स्तः. तुदादि धातु द्वयं, षड्लुरु इति. पाग्राद् मास्ता म्ना दान दृशि अर्ति सति सदसदां पिब जिग्र दम तिष्ठ मण यच्छ पश्य ऋच्छ दौशीय सीदाः इति सूत्रम्। एतत् सूत्रेण पाग्राद् मा इत्यादीनां स्थाने पिब जिग्र दम एते आदेशाः भवन्ति क्षितिप्रत्यये परे अस्ति चेत्। केवलं क्षितिपरे इति देयम्, अतः पिबति परन्तु पास्यति इति। पाच गाच माच सद् च तेषाम् इतरेतरद्वन्द्वः पाग्राद्मा स्थाम्ना दान दृशि अर्ति सर्ति सदसदः तेषां पाग्राद्मा स्था स्ना दान दृशि अर्ति सर्ति सद शदसदां पिबच्च जिग्रश्च दमश्च सीदश्च तेषाम् इतरेतरद्वन्द्वः पिब जिग्र दम तिष्ठ मण यच्छ पश्य ऋच्छ दौ शीय सीदः इति अत्र परिवर्तनं भवति। पा ग्र मा स्थां ना दान दृशि अर्थि सति सदसदां षष्ट्यन्तं पिब जिग्र दम तिष्ठ मण यच्छ पश्य ऋच्छ दौ शीय सीदा प्रथमान्तं द्विपदमिदं सूत्रं। तिष्ठौ क्लमु क्षमां क्षिति इत्यस्मात् क्षिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं पा ग्राद् मा स्था ना दान दृशि अर्थि सति सदसदां अङ्गस्य पिब जिग्र दम तिष्ठ मण यच्छ पश्य ऋच्य दौशीय सीदः क्षिति प्रत्यये परे अस्ति चेत्। अत्र किमपि एतत् सर्वं वयं जानन्ति एव, परन्तु अत्र पिबति इत्यस्य पास्यति इति लृट् लकारे किमर्थं भवति चेत् अत्र शित् नास्ति, अनन्तरं स्या इति प्रत्ययम् आगच्छति, अतः तत्र पास्यति इति भवति। तावदेव खलु महोदय अत्र। अनन्तरं षड्लुरु योगः श सद् योगः आद् धात्वादेः शः शः इत्यनेन सकारः भवति, सद् लकारः हलन्त्यं तस्य लोपः इत्यनेन गच्छति, सद् एव तिष्ठति। सद् युगः अ पाग्राद् मा इत्यनेन सीद आदेशः भवति, सीदयुगः अ अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् आगत्य अपदान्तात् अतः गुणे पूर्वपरयोः पररूपम् एकादेशः भवति। सीदयुगः सीदयुगः शत्रु अत्र अतो गुणे इत्यनेन पूर्वपरयोः पररूपम् एकादेशः भवति, अनन्तरं शत्रुमध्ये अत्येव तिष्ठति, अतः अन्तिमरूपं सीदत् इति भवति। शद्लुरु विसरणगत्य अवसानेषु इति धातुः, भ्वादौ अपि तुदादौ अपि भवति। भेदः अस्ति आचीन आचीनद्योर्नुम् इत्यनेन, तुदादौ शतरि स्त्रियां नुं विकल्पः, सीदन् सीदन्ति सीदति इति प्रथमविभक्त्याम् एकवचनं द्विवचनं बहुवचनं भवति। अत्र किं विशेषणम् अस्ति चेत् तुदादौ अपि एतत् शद्लुरु विसर्णगत्य अवसाने अवसादनेषु इति इति अत्र धातुः वादे अपि भवति तुदादे अपि भवति, परन्तु अत्र भेदः किम् किम् अस्ति चेत् आचीन आचीनद्योर्नुम् इत्यनेन नुमागमः भवति अत्र, अतः विकल्पेन भवति विकल्पेन भवति एकवारं एकस्मिन् पक्षे भवति अन्यस्मिन् पक्षे न नुमागमः न भवति एव। अत् अनन्तरं सीदन् इति भवति, सीदन्ती इति भवति, सीदति इति भवति। एकस्मिन् पक्षे नुमागमः भवति, अन्यस्मिन् पक्षे नुमागमः न भवति आचीनद्योर्नुम् इति सूत्रेण। अन्य उदाहरणमपि अस्ति शद्लुरु योगः श इदानीम् अनुबन्धलोपानन्तरं षद् एव तिष्ठति, षद् योगः अ कर्तृषप् इत्यनेन अकारः एव तिष्ठति। इदानीं पाग्राद् मा इत्यनेन शीय आदेशः भवति षद् स्थाने, शीययोगः अ अतो गुणे इत्यनेन पूर्वपरयोगो पररूपम् एव एकादेशः भवति। शीययोगः शानचि भवति इदानीं, अनुबन्धलो लशक तदिति इत्यनेन शकारस्य लोपः भूत्वा आण एव तिष्ठति अत्र शीययोगः आण आणे मुक् इत्यनेन अदन्त अङ्गस्य मुक् आगमः भवति अतः आकारस्य स्थाने मा भूत्वा शीयमाण इति अन्तिमरूपं निष्पन्नम् शदलूरु शातने इति धातुः द्वादौ अपि तुदादौ अपि भवति उभयत्र रूपाणि समानानि एव समीचीनं वा महोदय महोदय वर्गात् अनन्तरं किञ्चित् भाषणं करणीयम् इति अहं मन्ये महोदय तिरुपति नेशनल् संस्कृतिविषये नेशनल् संस्कृत यूनिवर्सिटि अस्ति खलु एतत् विषये सम्भाषणं करणीयं महोदय वर्गस्य अनन्तरम् अद्य तु महोदय किञ्चित् कार्यमस्ति वर्गानन्तरम् क्षणनिमिषमेव अग्रे प्रश्नः अस्ति वा पाघ्राध्मा इति सूत्रेण तत्र षड् अपि च षड् तत्र षड् षड् भवति तत्र सीद् भवति षड् तत्र शीय इति भवति शीय आदेशः सीदादेशः सीदत् शीयमान अतो गुणे वृद्धिरेचि यथा सर्वं इदानीं मीना महोदय पठतु बि बिन्दु इष्ठातु सकारादेश मीना महोदय अहं पठामि पठामि म्यूट् अन्म्यूट् न कृतं तत्र बि बिन्दु इष् धातोः चकारादेशः एकदा तत्र किल इष् धातोः चकारादेशः सुदादौ इष् इच्छायामति धातुः इषुगमयमां यच्छ छः इषुगम् यम् येषां चकारादेशः भवति शितिपरे इष्चु गमिचु यं च तेषाम् इतर इतर द्वन्द्वः इषुगमि इषुगमियमः तेषाम् इषुगमियमाम् इषुगमियमां षष्ठ्यन्तं छः प्रथमान्तं द्विपदमिदं सूत्रं ष्ठिवु क्लमु च मां शिति इत्यस्मात् शिति इत्यस्य अनुवृत्तिः अङ्गस्य इत्याधिकारः अनुवृत्तिसहितसूत्रम् इषुगमियमाम् अङ्गस्य चख शिति अलोन्तस्य इत्यनस्य चकारः आदेशः अन्तिमवर्णस्य स्थाने न तु पूर्णधातोः स्थाने अलोन्तस्य इति स्थाने इति सूत्रेण केवलं शितिपरे इति ध्येयम् अतः इच्छति परन्तु एषिष्यति शितिपरे अत्र एषिष्यति इति किं भवति तस्य प्रत्यय भवति तत्र षित् नास्ति तस्मात् इच्छि न भवति तत्र अतः एषिष्यति एषिष्यति तत्र एष्यति इति पदं शिवानन्दलहरी अस्ति एष्यत् जनं मनोस्य कठिनम् इति भगवान् शिवभगम् इष् योगः च इषुगमियमां च अलोन्तस्य इत्याभ्यां शकारः स्थाने शकारः इच् भवति तदनन्तरम् अ शक तुदादिगणे अक श अ भवति छे च इत्यनेन चकारे परे संहितायां विषये ह्रस्वस्य स्वरस्य तुकागमो भवति आद्यन्तौटकितौ इत्यनेन इकारस्य अनन्तरं न तु पूर्वं सो इच् इच् योगः अ इकारः तकारः चकारः योगः अ सो सुनाश्चुः इत्यनेन तवर्गस्य शकार शकारचवर्गाभ्यां योगे तवर्गस्य क्रमात् चवर्गः आदेशः इकारः तकारः चकारः तिच् योगः तत्र तकारस्य चकारः भवति इच् इच् योगः इच्च इच्छ योगः अत् अत्र अतो गुणे इति सूत्रेण इच्छत् इति चतुर्थपदम् इष् इष इष् उपदेशे अनुनासिके इति तत्र अकारः इत्संज्ञा लोपः इष् योगः तत्र इषु गमीयमां छः इति सूत्रेण इच् योगः अ इच् योगः इत् इत् च छे च इति सूत्रेण आद्यन्तौ टकितौ तत्र तत्र च तुकागमः तस्मात् अन्त अन्तं भवति इत् इच् भवति इत् इत् इच् सोस्माश्चुः इति सूत्रेण तकारस्य चकारः भवति इच् इच् इ इच् इच् चौकः अ इच्छ वर्णमेलेन वा इच्छ योगः अत् अतो गुणेतिर इच्छत् इति भवति अग्रे पठामि वा छे च चकारे परे ह्रस्वस्वरस्य तुकागमः भवति छे सप्तम्यन्तं च च अव्ययपदं द्विपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रं ह्रस्वस्य तुक् तुक् छे च संहितायां ह्रस्वस्य तुक् छे च संहि अत्र इच् इति स्थितिः इच् इत्यस्मिन् इ ह्रस्वस्वरः अपि च चकारः परे परे अस्ति छे च छे परे अतः तुकागमः भवति किन्तु कुत्र प्रथमप्रश्नः अस्ति यत् अयं तुगामः कस्य आगमः ह्रस्वस्वरस्य इति सूत्रेण उक्तं तदा इकारात् प्राक् इकारात् प्राक् अथवा परे इति जिज्ञासायां सत्याम् अग्रिमं सूत्रम् उत्तरं ददाति आद्यन्तटकितौ तत्र यद् तुक् इति ककार आदि आदि इत्यस्ते टित् अस्ते आदौ कित् अस्ते अन्ते भवति तत्र तुक् कका कित् अस्ति तस्मात् अन्ते भवति किल आद्यन्तटकितौ टित् च कित् च यस्य आगमः तस्य क्रमशः आदौ च अन्ते च अवयवः भवति आगमः टित् चेत् पूर्वम् आयाति आगमः कित् चेत् अन्ते आयाति आदिश्च अन्तश्च आद्यन्तौ इतर इतर द्वन्द्वः टश्च कश्च टकौ इतर इतर द्वन्द्वः टकौ इतौ इतौ ययोः तौ टकितौ भूव्रीहिः आद्यन्तौ प्रथमान्तं टकितौ प्रथमान्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् आद्यन्तौ टकितौ समासविषये मम ज्ञानं नास्ति भगिन् महोदय अत्र इतर इतर द्वन्द्वः तेषां नाम कीदृशं कीदृशं तस्य आवश्यकता नास्ति मम समास वर्गः न गच्छामि तस्मात् मम समासविषये मम न्यूनमेव तुक् तुक् कित् अस्ति अतः अनेन सूत्रेण इच् इत्यस्मिन् इकारात् परे आयाति तुक् इत्यस्मिन् ककारः इत् उकारः इत् तकारः एव अवशिष्यते अतः इच् इ इत् तकारः इच्छकारः सो देन् सम्प्रसारणः दातरः अस्तु धन्यवादः महोदय प्रश्नः अस्ति वा अस्तु अस्तु तर्हि अत्र सम्प्रसारणधातवः रघुपतिमहोदय पठतु अस्तु महोदय सम्प्रसारणी धातवः ग्रहित्या वै वदि वष्टि विचति पृच्छति पृच्छति भृद्यतीनां निति च इति सूत्रेण ग्रह ज्या वय व्यद् वष व्यच् व्रश्च प्रश्च ब्रच् येषां सम्प्रसारणं भवति कितिनिति प्रत्यये परे अत्र सप्रदातवः चत्वारः सन्ति अस्मिन् अस्मिन् सूत्रे पठितानां धातूनां धातुषु चत्वारः ओ वृश्चु इति वृश्च इति भवति वृश्च इति अस्ति वृश्च इति अस्ति तत्र सम्प्रसारणं भवति ऋकारस्य तत्र ऋकारस्य रेफः भवति अनन्तरम् अकार ऋकारस्य मध्ये ऋकार एव तिष्ठति सम्प्रसारश्च इति सम्प्रसारणात् च वा सम्प्रसारश्च इत्यनेन प्रश्च इति भवति अनन्तरं शत्रन्त शत् शत्रुप्रत्ययं योजयित्वा तदेव प्रच् इति अस्ति पृच् इति भवति पृच्छत् ब्रश् इति अस्ति अत्र ब्रश् इति अस्ति इदानीं तत्र स्तोश्चुना इत्यनेन ब्रज् सम्प्रसारणं ब्रज् अनन्तरं ब्रज्झत् इति ब्रज् अत्र प्रायः तत्र ब्रज्यमाना इति अत्र उभयपदी इति चिन्तयामि तत्र ब्रज्झत् इति शतन्तं भवति शानच् ब्रज्यमाना इति व्यच् इति अस्ति तत्र न सम्प्रसारणे सम्प्रसारणम् इत्यनेन तत्र यकारस्य सम्प्रसारणं भवति अतः वीच् इति भवति विचत् इति रूपम् प्रश्नः अस्ति वा महोदय परिचितानि सूत्राणि अस्तु तर्हि अद्य विरमामः प्रश्नः नास्ति चेत् अग्रिम धन्यवादः महोदय महोदय आमाम्